नमस्कारः. अस्माकं पाणिनीयव्याकरणवर्गे प्रवर्तमानविषयः अस्ति चुरादिगणस्य विशेषदातवः इति. अत्र अदन्तदातवः यस्य अन्ते अनुनासिकस्वरः नास्ति तादृशदातवः वयं दृष्टवन्तः गतसप्ताहे. तत्र अयं तस्मिन्नेव विषये वयं विस्तृतरूपेण अचः परस्मिन् पूर्वविधौ इति परिभाषासूत्रस्य विषये चर्चितवन्तः. तद् दृष्ट्वा अग्रे सरामः. अद्य अत्र अस्माकं धातुः आसीत् कथ इति धातुः आसीत्. तत्र कथयोगः णिच् इति स्वीकुर्मः चेत् कथ इति धातोः अकारः यद् तकारोत्तरवर्ति अकारः अस्ति तत्तु अनुनासिकः नास्ति. यदा पठ इति धातुः स्वीकुर्मः चेत् तत्र अकारः अनुनासिकः अस्ति. अतः उपदेशे अजनुनासिक इत् इति सूत्रेण अनुनासिक इत् संज्ञा भूत्वा पट् इति धातुः भवति. परन्तु कथ इति धातोः विषये तादृश अनुनासिकवर्णः नास्ति, अनुनासिकस्वरः नास्ति अन्ते इति कृत्वा तत्र अथोलोपः इति सूत्रेण अकारस्य लोपः भवति. तत्र एव वयं दृष्टवन्तः यदा लोपः कुर्मः चेत् तत्र कत् योगः णिच् इति आगच्छति. उपधायाम् इदानीम् अकारः अस्ति अतः अथ उपधायः इति सूत्रस्य प्रसक्तिः भूत्वा खातयति इति रूपम् आगच्छति. तत्तु अस्माकम् इष्टरूपं नास्ति. अतः पाणिनिना एव अचः परस्मिन् पूर्वविधौ इति सूत्रं पाणिनिना पाणिनेः सूत्रमस्ति, परिभाषासूत्रं. येन परनिमित्तिक अजादेशः स्थानिवत् भवति पूर्वविधौ कर्तव्ये इति सूत्रस्य अर्थः, परिभाषासूत्रस्य अर्थः अस्ति. तस्य आवश्यकता तु वयं दृष्टवन्तः. यदा तत् सूत्रं नास्ति चेत् खातयति इति उपधादीर्घत्वं भवति. तस्य निषेधार्थम्, उपधादीर्घस्य निषेधार्थं वयम् अस्मिन् सूत्रस्य, परिभाषासूत्रस्य सहायेन तत्र किं भवति, स्थानिवत् भवति. इत्युक्ते अजादेशः स्थानिवत्, अच् स्थाने यः आदेशः, अत्र लोपः इति आदेशः, तत्तु स्थानिवत् भवति. इत्युक्ते यत् सूत्रम् अथ उपधायः इदानीम् आगच्छति चेत् तत् स्थानीव तत्र अकारः दृश्यते तस्य सूत्रस्य, अतः तद् तस्य कार्यं न भवति. पूर्वविधौ कर्तव्ये, पूर्वविधिः विषये इति वयं दृष्टवन्तः. विषयसप्तमी आसीत् तत्र. तद्विधिः कर्तव्यमेव. यदा तद् यद् विधिः आवश्यकता अस्ति, यद् अथ उपधायाः इति विधिः यद् कर्तव्यं भवति तद् विधिः न भवति स्थानिवत् इति कारणेन. तस्य अथ उपधायाः दृष्ट्या इदानीमपि तत्र उपधायां तकारः एव अस्ति, अकारः नास्ति इति कृत्वा तत् कार्यं न करोति. अस्माकम् इष्टरूपं कथयति, वयं साधितुं शक्नुमः इति दृष्टवन्तः गतसप्ताहे. अचः परस्मिन् पूर्वविधौ इति परिभाषासूत्रं, तस्य उपयोगः बहुत्र भवति. अग्रे अपि वयं पश्यामः यदा आगच्छति. अस्तु, अग्रे सरामः वा? प्रश्नः अस्ति वा? नमस्कारः भगिनि. नमस्ते भगिनि. इदानीं कृप् धातोः विधिः पश्यामः. रघुपतिमहोदय पठति वा? नमस्ते. नमस्ते भगिनि विजया भगिनी. तत्र द्वितीयबिन्दुः इति अस्ति कृप् धातुः. एकवारं कृप् धातुः. कृप् धातोः विधिः कृपेश्च अवकल्कने विचारं करोति, चिन्तनं करोति. अत्र कृपो रोलः अष्टमाध्यायद्वितीयपादस्य अष्टादशतमसूत्रमस्ति. कृप् धातोः रेफस्य लकारादेशो भवति. र इति श्रुतिसामान्यं बोध्यं, तेन यः केवलरेफः यश्च ऋकारस्य तयोः द्वयोः अपि ग्रहणं लह इत्यपि श्रुतिसामान्यमेव अतः आहत्य कृप् धातोः यदा गुणादेशः कृत्वा रेफो भवति तस्य रेफस्य स्थाने लकारादेशः पुनः कृप् धातोः ऋकारस्य यः रेफः सदृश अंशः तस्य स्थाने ल सदृशः अंशादेशो भवति नाम ऋ स्थाने ऋ सूत्रे कृपोः कृपो इति अस्ति कृपयोग उः इति विच्छेदः कृप लुप्तषष्ठीकं पदम् उः षष्ट्यन्तं रः षष्ट्यन्तं लः प्रथमान्तम् अनेकपदमिदं सूत्रं कृपः इत्यस्य द्विवारम् आवृत्तिः सूत्रं स्वयं सम्पूर्णं कृपः उः कृपः रः लः इति अत्र कृपरोलः इति सूत्रेण रेफस्य लकारादेशः भवति इति अस्ति र इति श्रुतिसामान्यं बोध्यं येन यः केवलं रेफः ऋकारस्य मूर्धन्यऋकारस्य अपि ऋकारस्य अपि रेफस्य द्वयोः अपि ग्रहणं भवति लः अपि लकार लः इत्यपि श्रुतसामान्य वा अत्र अतः आहत्य कृप् धातोः यदा गुणादेशः कृत्वा रेफ भवति कृप् इति अस्ति गुणः भवति यत् कर्प् कृप् कर्प् गुण रेफ भवति कर्प् तस्य रेफस्य स्थाने लकारादेशः अस्तु रेफस्य स्थाने रफ् लकारादेशः पुनः कृप् धातोः ऋकारस्य यः रेफ सदृश अंशः अस्ति ऋकारस्य रेफ कृप् तस्य स्थाने ल सदृश अंश आदेशः भवति नाम ऋ स्थाने लृ अस्तु अत्र लृ लकारादेश लृ इति आदेशः भवति वा कृप् कल्प् भवति वा कल्प् परन्तु अत्र कृप् उः कृप रः लः इति किमर्थं कृप् इत्यस्य ऋकारस्य लः इति अस्ति आदेशः ल आदेशः परन्तु पुनः किमर्थं भगिनी अत्र द्विवारम् अस्ति कृप् तत्र भिन्नस्थलेषु पूर्वं कुत्र दृष्टवन्तः एतत् सूत्रं तदेव समानसूत्र तदेव सूत्रमेव पुनः आगच्छति अस्मिन् गणे अपि तत्र भागद्वयम् अस्ति इति वयं दृष्टवन्तः किल कृपः उः कृपः रः लः अस्तु अस्तु दृष्टवान् अस्तु अत्र लादेशः लकार भवति यत्र कृप् धातोः उपादायः गुणः भवति कर्प् तत्र रेफस्य स्थाने लकारादेशः अतः कल्प् इति फलम् यत्र उपदागुणे न भवति तत्र उपदागुणे न भवति गुणः न भवति तत्र कृप् इत्यस्य स्थाने इत्यस्य ऋकारस्य स्थाने लृकार अस्तु अस्तु क्लृप् इति फलं भवति कुत्र गुणः न भवति इदानीं लिटि हा हा अत्र अस्तु अस्तु तत्र एव दत्तमस्ति महोदय अस्तु अस्तु लटि कल्पयति कल्पयति कृप् योग णिच् अस्ति पुगन्तलघुपतस्य इत्यनेन उपादायं लघु इकः गुणः गुणः भवति कर्प् योग इ इदानीं कृपरोरः इत्यनेन रेफस्य स्थाने लकारादेशः कल्प् योग इ कल्पि इति भवति कल्पि इदानीं कल्पि इति नूतनधातुः अस्ति कल्पियोग शप् इदानीं कल्पियोग शप् इदानीं कल्पे कल्पे योग कल्पय इति सन्धिभूत्वा यचोयाः सन्धिभूत्वा कल्पय इति अङ्गम् अस्ति कल्पय योग ति कल्पयति अपि च कल्पयते इति रूपद्वयम् आत्मनेपदे परस्नेपदे लिटि अग्रे पठामि वा किम् लिटि लिटि लिट् लकारे गुणनिषेधत्वात् ऋकारस्य उदाहरणं लिटि चक्लुपे कृप् योग ये द्वित्वम् अभ्यासकार्यं च चर्कृप् इति अस्ति चर्कृप् चक्रृप् योग ए कृपोरोरः इत्यनेन ऋकारस्य स्थाने अस्तु ऋकारस्थाने ऋकारादेशः अस्तु इदानीं ऋकारादे कृपोरोरः इत्यनेन अतः चक्रृप् चक्रृप् इ चक्लृप् योग ए चक्लृपे इति रूपं सिद्ध्यति. प्रश्नः उदेति यदि रेफस्य स्थाने लकारस्तु भवति एव तर्हि किमर्थं मूलधातोः उपदेशावस्थायां क्लप् न स्यात्. उत्तरमस्ति यत् वेदे तस्य ऋकारस्य महत्त्वं वर्तते. वेदे उच्चारणार्थं प्रत्येकं स्वरस्य विशिष्टम् इङ्गितम्. अतः वेदे अयं धातुः ऋदुपदधातुः भवेत् इति. अस्तु तत्र किमर्थम् इति पूर्वमेव चक्लप् इति न दत्तमस्ति इति अस्य समाधानमस्ति. वेदेषु तस्य उपयोगः अस्ति अतः ऋकारस्य महत्त्वं वर्तते. अतः वेदे अयं धातुः ऋदुपदधातुः भवेत्. तत्र तस्य वैशिष्ट्यमस्ति इति. तत्र कृपरोलः इति धातुः, तत्र भागद्वयं कृपः उः कृपः रः लः इति. अस्मिन् गणे अस्य रूपं कल्पयति कल्पयते. भुवादिगणे रूपं किम् आसीत्? भुवादिगणे कल्पते एव निश्चन आगच्छति किल तत्र. आम् आमामां कल् भगिनि एकः सन्देशः. वादिगणे कृप्धातोः अर्धम् अवकल्पने इति दत्तमस्ति करपत्रे, परन्तु स्वादिगणे सामर्थ्य इति अर्थं कृपु इति धातोः अर्थः. तत्र भिन्नधातुः वा कृप् इति? हा कृपु इति सामर्थ्य इति अर्थे अस्ति, परन्तु वादिगणे करपत्रे 11th पेज् अर्थः अवकल्पने इति दत्तमस्ति. चुरादिगणे अवकल्पने चुरादिगणे अवकल्पने इति एकः कृप् धातुः अस्ति. अनन्तरं स्वादिगणे कृप् धातुः एव नास्ति. भुवादौ कृपायां गतौ इति एकः कृप् धातुः अस्ति, तदेव एतद्वा इति न जाने. टु बि एबल् टु बि केपबल् टु बि पवर्फुल् कृप् धातुः. ओ एवम् अस्तु. ओ एवं वा. अहम् इदानीम् अष्टाध्यायी डाट् काम् दृष्ट्वा तत्र तु इदानीम् आङ्ग्लभाषायामपि अर्थः स्थापितवन्तः सम्यक्. अहं न दृष्टवती पूर्वम्. अत्र अस्ति कृप् कृपु सामर्थ्ये इति एकः धातुः. कृपु सामर्थ्ये इति अस्ति, तत्तु टु बि एबल् टु बि केपबल् टु बि पवर्फुल् इति अर्थे. अनन्तरं किं स्वादिगणे कृप् इति नास्ति अत्र? नास्ति नास्ति स्वादिगणे नास्ति. अस्तु भिन्न अर्थः एव भगिनि. किमर्थम् इत्युक्ते चुरादिगणे टु मिक्स् टु थिङ्क् टु इमेजिन् टु पेण्ट् कृप् तत्र तु यदा अहम् उक्तवती इदानीं भिन्नधातुः प्रायः तत्र कल्पते इति रूपम् तदेव आगच्छति वा इति एकवारं पश्यामि. क्षम्यताम्. कल्पते आम् सम्यक् समीचीनं. कल्पते इति तत्र कल्पयति भिन्नधातुः भगिनि, परन्तु सूत्रं समानं. सूत्रं समानम् करेक्षन् इस् रिक्वैर्ड् तत्र अत्र अस्माकं करपत्रे वा? ओ आं भगिनि, वदामि भगिनि, अहं महोदयं सूचयिष्यामि. अस्तु भगिनि. प्रायः भिन्नभिन्नधातुपाठेषु भिन्नभिन्न अर्थाः अपि भवितुम् अर्हति. अहं न जाने प्रायः मातृभिः पुस्तके तादृशम् अस्ति वा इति द्रष्टव्यम्. अहं पश्यामि अपि सामर्थ्ये इति अवकाशे कृपु सामर्थ्ये इति अर्थे द्वादिगणे. ओ अस्तु, अहं सूचयिष्यामि भगिनि. अवश्यं महोदय, धन्यवादः. अस्तु, एतत् समीचीनम्. इदानीम् अर्थः अपि अवगन्तुं शक्नुमः यदा आङ्ग्लभाषायाम् अस्ति. उत्तमम्. अस्तु, अतः कृप्धातुः कल्पयति कल्पयते इति चुरादिगणीयधातुः. यदा अहं तद् डाक्युमेण्ट् प्रेषितवती किल, इदानीं भवन्तः सर्वे तत्र योजयितुं शक्नुमः. यदा अद्य प्रायः चुरादिगणस्य समापनं भवति, तत्र यदा यदा वयं सूत्राणां तत्र इदानीम् एकमेव प्रायः नूतनसूत्रमस्ति इति चिन्तयामि. अन्यत् सर्वं वयं समापितवन्तः. अत्र किञ्चित् योजयतु, समयः अस्ति चेत् अग्रिमसप्ताहे दृष्ट्वा अग्रे सरामः. स्वादिगणस्य अत्र भ्वादिगणे धातुद्वयमस्ति कृप् इति. आम्, एकं तु 766 अपि च अहमपि दृष्टवती इदानीं, परन्तु रूपं भिन्नं महोदय किल. कल्पते कृपु इति कृप् अजननास्कैत् कृपा इति अत्र अनुनासिक नास्ति द्वादिगणे. अत्र उकारस्य लोप न चुरादिगणे इति कृपा चुरादिगणे कृपा इति दौर्बल्ये इति भगिनि कृप् धातु भवादिगणे घटाद्रयः मितः अस्माकं मित्त अन्तर्गणः प्रेरणार्थनि ह्रस्वरूपं सूत्रं प्रवर्तते, ततः ह्रस्वः भवति. तत्र यद् द्वादिगणे कृप् धातु द्वयमस्ति, रूपं तु कल्पते इत्येव आगच्छति. कृपोरोलः इत्यस्य अपि कार्यं भवति, परन्तु अर्थः एव भिन्नः. अत्र कृपायां गतौ च इति अर्थः, अनन्तरं तद् पूर्वं वयं दृष्टवन्तः किल, किं तद् अवकल्कने नास्ति. अन्यत् अन्यत् किं सामर्थ्ये आम्. अतः कृप् इति चत्वारः दातवः सन्ति. द्वयं धातुद्वयं भुवादिगणे, धातुद्वयं चुरादिगणे. तृतीय दौर्बल्ये इति अर्थे किं भवति इति रूपं कृपयति इत्येव भवति. तत्र अस्माकं कृपो रोलः इत्यस्य कार्यं नास्ति. समीचीनम्, उत्तमं. कृपयति इत्येव, अतः चत्वारः दातवः कृप् इति. कृप् इति न वदामः, अन्ते तु कृपा इति अस्ति, कृपा इति अस्ति, कृपु इति अस्ति, अतः समानम् इति न वक्तुं शक्नुमः. प्रायः अनुबन्धलोपानन्तरं कृप् इति भवति. तादृशं पाणिनिना तादृशव्यवस्था कृतवान्. वयं समानम् इति वदामः भगिनी. कृपा इति अतः अङ्गस्य लोपः अर्थशास्त्रे उपदेश इति सूत्रं वर्तते. अदन्त धातु अतो लोपः इति सूत्रं अदन्तधातुः इति कृपा. आम्, कृपा अधुना अधुनासिक इति नास्ति चेत् तस्य अकारस्य लोपः भवति. आम् आम् सत्यम् आम् अत्र यदा इदानीम् अहम् उक्तवती किल कृपा दौर्बल्य इति एकः धातुः अस्ति इति टु बि वीक् इति चुरादिगणे तत्र अतोलोपः इत्यस्य कार्यमस्ति. तत्र अतोलोपः इत्यनेन तद् अकारः अनुनासिकः नास्ति अकारः कृपा दौर्बल्ये इत्येव धातुः अतः तस्य लोपः भूत्वा कृप् इति भवति. अनन्तरं यदा अस्माकम् अचः परस्मिन् पूर्वविधसूत्रस्य न भवति कृपयति इति रूपम् आगच्छति. यदा अस्माकं कथयति कृपयति इति. समीचीनम् उत्तमम् अग्रे सरामः. अरुणा भगिनी पठति वा कृत् धातोः विधिः? आं भगिनि. कृत् संशब्दने प्रसिद्धं करोति उद्घोषणं करोति गुणं प्रसारयति उपादायाश्च सूत्रे धातोः उपधाभूतस्य ऋतः इत्यस्यात् धातोः उपधायां स्थितस्य दीर्घऋकारस्य स्थाने ह्रस्व इकार आदेशो भवति. उपधायां उपधायाः षष्ठ्यं च आज्ञेयं त्रिपदमिदं सूत्रं. ऋत इति धातोः इत्यस्य सूत्रस्य पूर्णतया अनुवृत्तिः अङ्गस्य इत्यस्य अधिकारः अनुवृत्तिसहितसूत्रं. ऋतः ऋतः धातोः अङ्गस्य इत् उपधायाश्च. कृत धातुः दीर्घऋकारः अस्ति अर्थम् इति संशब्दने. भवदिगणे भवदिगणे अस्ति वा भगिनि? कृत न अस्मिन् गणे एव अस्ति चुरादिगणे. क्षम्यता. प्रसिद्धं करोति उद्घोषणं करोति गुणं प्रसारयति इति अर्थः. सूत्र अत्र उपधायाश्च इति सूत्रेण धातोः उपधाभूतस्य ऋतः इत्यस्यात् दीर्घऋकारस्य स्थाने ह्रस्व इकार आदेशो भवति. अनुवृत्तिसहितसूत्रं. ऋतः धातोः अङ्गस्य इत् उपधायाश्च इति सम्पूर्णसूत्रं. सो रूपमस्ति क्रूतयोगः शप् निच् प्रथमम् अत्र ऋकारस्थस्थाने इकार आगच्छति. किता भवति भगिनि? कि एव भवति कि इत्यस्य स्थाने इकारः आगच्छति उपादायां स्थितस्य ऋकारस्य स्थाने. आम् समीचीनं. रेफा अपि आगच्छति भगिनि दश एव. समीचीनं. पुरन्द्रपरः परः भवति. ततः किर् इति नूतनधातु सनाद्यन्तदातवः. खि क्रि योगः आ इति किरति इति रूपं निष्पन्नं भवति. सुधादिगणे सुधादिगणे क्रु किं भगिनि? क्रु चुरादिगणे रूपं कृत् इति धातोः रूपं कित् इति अग्रे आगच्छति कृत् इति. इदानीं यद् दत्तमस्ति तु सुधादिगणे सुधादिगणे उदाहरणं सूत्रस्य स्मारणार्थम्. आमामां समीचीनं. तत्र तु अस्माकं निच् एव न योजितवन्तः किल. इदानीं किरति इति रूपं तत्र तु तुदादिगणीय श तुदादिभ्यः श इत्यनेन श पूर्णतया पठतु भगिनी भवती एव अवगच्छति. वदतु भगिनि. तत्र उपधाया स्थितस्य दीर्घऋकारस्य स्थाने ह्रस्व इकारः आदेशः भवति वा दीर्घ इकारः आदेशः भवति वा? ह्रस्व इकारः समीपे इत् तपरकरणम् ऋत् धातो ऋतः धातोः अङ्गस्य इत् भगिनि पुनः तत्र न न इदानीम् उपादायाञ्च इति सूत्रम् अस्माकं चुरादिगणस्य विषये एव वदति. तत्र ह्रस्व इकारादेशः एव भवति. कीर्त् इति यद् भवती वदति तद् भिन्नविषयः, तद् आगच्छति अग्रे एव, अस्मिन्नेव करपत्रे अस्ति, तदागच्छति. तद् वयं यदा पूर्वं दृष्टवन्तः, तद् अहं वदामि. मम समीपे एतदेव पुस्तकम् अष्टाध्याये पुस्तकमस्ति, 701 इति सूत्रम् उपादायः च. तत्र स्पष्टेन लिखितम् उपधा इकारः स्थाने स्थाने दीर्घ ईकारः ओतः इति अस्ति तत्र. तत्र सूत्रद्वयमस्ति भगिनि, सूत्रद्वयमस्ति. उपधायाञ्च इति एकं सूत्रम्, उपधायां स्पेस् च इति भिन्नसूत्रं, सूत्रसङ्ख्या भिन्नः अस्तु. उपधायाञ्च इति सूत्रं सप्तम अध्यायस्य प्रथमपादस्य 101, उपधाया स्पेस् च इति सप्तम अध्याय क्षम्यताम् अष्टम अध्यायस्य द्वितीयपादस्य सूत्रं भिन्नम्. ओके अस्तु वा, अतः कार्यमपि भिन्नम्. आम् अरुणा भगिनी अग्रे पठतु. आं भगिनि, अनेन स्क्रूत् धातोः ऋकारस्य ह्रस्व इकार आदेशः भवति. स्मरणार्थं यत्र धातुः ऋकारन्तः तत्र ऋत इद् धातोः इति सूत्रेण ऋकारस्य स्थाने इकार आदेशः. यथा तुदादिगणे अस्माभिः दृष्टं क्रु धातोः ऋकारः इ आदेशः भवति, क्रु यो खि खि भवति, उरन् रपरः इत्यनेन रपरः, खिर् खिर् योगः आयोगः इति किरति इति रूपं निष्पन्नं भवति. क्षम्यतां, पूर्वमहं भ्रम भगामि. नास्ति चिन्ता भगिनि. आम् ऋत इद्धातोः एकवारं पठतु, अनन्तरं प्रतिपादयतु भगिनि किम् अस्ति. ऋत इद् धातोः रुदन्तधातोः अङ्गस्य ह्रस्व इकार आदेशो भवति किति निति प्रत्ययपरे. खित् नित् भिन्नप्रत्ययः परे चेत् गुणे सति इकार आदेशस्य प्रसक्तिः न भवति. अलोन्तस्य इत्यस्य सहायेन पूर्णतया धातोः स्थानेन अपि तु अन्तिमस्य ऋकारस्य स्थाने ह्रस्व इकार आदेशः. ऋतः षष्ट्यन्तम्, इत् प्रथमान्तं, धातोः षष्ट्यन्तं, त्रिप्रथमिदं सूत्रम्, अङ्गस्य इति सधिकारः, येन विधि ददन्तस्य इत्यस्य सहायेन ऋतः इत्यनेन रुदन्तस्य इत्यस्य अपि ग्रहणम्, अनुवृत्तिसूत्रं ऋतः धातोः अङ्गस्य इति. अत्र दत्तं ऋकारान्तधातुः अस्ति चेत् ऋत इद् धातोः इति सूत्रेण ऋकारस्थाने इकारः आदेशः भवति. उदाहरणं तुदादिगणे अस्माभिः दृष्टं क्रु धातोः अत्र ऋकारस्थाने इकार आगच्छति, तदनन्तरम् उरन् रपः इदन रेफ रपारः रेफ आगच्छति, खिर् इति धातुः, खिर् योगः चुतादिगणे शा एव प्रत्ययः, सति अपि अस्ति, तथा किति निति खित् किति निति इति सूत्रे गुणनिषेधः भवति, रूपं खिरति एव अवशिष्यति, उत्पन्नं भवति. ऋत इद् धातोः सूत्रं वदति रुदन्तस्य धातोः अङ्गस्य ह्रस्व इकार आदेशो भवति, निमित्तमस्ति किति निति प्रत्यये परे. तत्र इदानीं भगिनी भवती एव वदतु, ऋत इद् धातोः उपादायाञ्च सूत्रद्वयमपि अस्ति, तस्य भेदः कः, तयोः भेदः, सूत्रद्वयस्य भेदः कः? ऋत इति धातोः इति सामान्यसूत्रं सर्वथा वर्तते. तदादिगणे अपि अन्यधातोः उपादायाश्च इति अत्र निमित्तमस्ति किति निति प्रत्ययपरे, परन्तु उपादायाश्च अत्र निमित्तं न दत्तवान्, ते केवलं धातोः उपदाभूतस्य ऋतः इति स्यात् इति. समीचीनं, तदेव उत्तरमस्ति भगिनि. तत्र ऋत इति धातोः ऋदन्तस्य धातोः अन्ते ऋकारः भवेत् किल, परन्तु उपादायाञ्च कुत्र कार्यं करोति? ऋकार उपधा अपि भवति, उपधाभूतस्य ऋकारस्य एव कार्यं करोति ऋत उपादायाञ्च. द्वयोः भेदः अवगच्छति वा? तत्र उपादाया धातोः उपादाभूतस्य ऋकारस्य इकारः भवति उपादायाञ्च इति सूत्रेण. ऋत धातोः अन्तस्य धातोः अन्त वदतु भगिनि. ऋत इति धातोः ऋत धातोः अन्त ऋकारः अस्ति चेत् अत्र एव इका हर्ष इकारः आदेशः भवति, परन्तु उपादायाश्च इति सूत्रे धातुः उपदा स्थित ऋताः स्थाने इत् उपदे आदेशः भवति. समीचीनम्, उत्तमं. द्वयोः स्थलयोः यदा आं वदतु भगिनि, तत्र द्वयोः स्थले दीर्घकार एव अस्ति खलु? दीर्घरिकारः एव. दीर्घम् एव, अतः तत्र उपादायाञ्च इति सूत्रस्य पुगन्तलघुपदस्य इत्यस्य कार्यमेव न भवति. तत्र उपादायां लघु इक्वर्णः नास्ति, अतः तत्र बाध्यबाधकभावस्य चिन्तनमेव न भवति. उपादायाञ्च पुगन्तलघुपदस्य च द्वयोः किमपि समानस्थले समानसमये अवकाशः नास्ति. दीर्घऋकारः एव. ऋत धातोः इत्यस्य अन्ते किल, अतः तत्र अस्माकं सार्वधातुकार्धधातुकयोः इत्यस्य प्रसक्तिः भवति किल. सूत्रं तु किञ्चित् न दत्तमस्ति, तदेव अतः तद् आगच्छति कार्यं कर्तुं. परन्तु ऋत धातोः निरवकाशः भवति इति कृत्वा तस्य कार्यं भवति. कथं जानीमः तत्र सूत्रे नास्ति खलु? तद् फलितार्थः इति वदामः किल, तद् एतत् सूत्रं नास्ति चेत् तत् सूत्रमेव कार्यं करोति सर्वत्र. अनन्तरं रूपमपि भिन्नरूपम् आगच्छति किल यदा गुणः आगच्छति चेत् अन्ते. तदेव अस्माकं क्लू अस्ति. अस्तु, अरुणा भगिनी भवती एव पठतु भगिनि. चुरादिगणे कृत् धातुः, चुरादिगणे कृत् धातुः कृत् खित् भवति उपदायाश्च इति सूत्रेण दीर्घरोकारस्य स्थाने इकारादेशः भवति. खित् योगः उरण्परः रेफ आगच्छति कृत् इति अङ्गं. कृतयोगः कीर्ति उपादायांश्च किमर्थम् उपादायां किं पुनः आगच्छति? न एतद् भिन्नसूत्रं, तदेव अहम् इदानीम् उक्तवती किल. सूत्रसङ्ख्या पश्यतु, तत्र 7111 8 2 आम् आम् अष्ट अष्ट सप्ततिः 87 क्षम्यतां 78 अतः भिन्नसूत्राणि. उपादायां तु भिन्नसूत्रम् अहं न जानामि. कृत् योगः निच् कीर्ति इति धातुः, कीर्तियोगः शप् कीर्तय इति अङ्गं, कीर्तय योगः ति अवाते अपि चुरादिगणे उभयपदी धातुः, कीर्तयति कीर्तयते इति रूपं निष्पन्नं भवति. तप् आगच्छति, गुणः भवति, न गुणः न भवति, उपधारेफ अस्ति कीर्ति ततः. इकार अकारयोः योजनेन सन्धिः किल. अस्तु, समीचीनम्. अग्रे सूत्रमपि अस्ति पठामि, पठामः एकवारम्. अस्तु, धन्यवादः. धन्यवादः. आम्, राजेन्द्रमहोदय सूत्रम् उरण् रपरः आरभ्य पठति वा? अस्तु, आं भगिनि, पठामि. उरण् रपरः, ऋकारस्य स्थाने यदा अन् आदेशः भवति तदा सः अन् सदा रपरः भवति. ऋकारेण त्रिंशत् प्रकारकः ऋकारः भवति इति बोध्यम्. रः परो यस्य सः रपरः. उः षष्ट्यन्तम्, अन् प्रथमान्तं, रपरः प्रथमान्तं, त्रिपदं त्रिपदमिदं सूत्रं. स्थानेनन्तरतमः इत्यस्मात् स्थाने इत्यस्य अनुवृत्तिः, अनुवृत्तिसहितसूत्रम् उः स्थाने अन् अन् रपरः. उरण् रपरः सूत्रं सूत्रं वदति यत्र ऋकारस्य स्थाने यः अन् आदेशः भवति सः सदा अनः सदा रपरः रपरः भवति. यथा अस्मिन् उदाहरणे पूर्वमेव सा भगिनी पठितवती, क्रीत् क्रीत् अत्र ऋकारस्य स्थाने ह्रस्व इकार आदेशः आसीत् उपधायाश्च. अत्र इकारः यः आगच्छेत् सः रपरः भवति. तथैव कीर्त् कीर्त् रूपं तत् निष्पन्नं भवति. तत् उस्थाने उ इत्युक्ते ऋकारस्य स्थाने अनः यः भवति सः सदैव रपरः रपरः एव भवति सर्वदा. समीचीनं महोदय, अग्रे अपि पठतु महोदय. सत्वं नत्वं नुमागमः उप्धा दीर्घः. उप्धायां च येषां धातूनाम् उप्धायां रेफ् वकारोः हल्परोः ताभ्यां प्राक् वर्तमानस्य इकः दीर्घ आदेशो भवति. हलन्तधातूनाम् उप्धायां रेफः या वकारः वा अस्ति चेत् तयोः वर्णयोः पूर्वम् इकः दीर्घः भवति. उप्धायां सप्तम्यन्तं च अव्ययं द्विपदम् इदं सूत्रं. सिपि धातोरुर्वा इत्यस्मात् धातोः इत्यस्य अनुवृत्तिः. वीरोरुप्धायाः दीर्घः इकः इत्यस्मात् व्रोः इकः दीर्घः येषाम् अनुवृत्तिः. हलि च इत्यस्मात् हलि इत्यस्य अनुवृत्तिः. अनुवृत्तिसहितसूत्रं. धातोः हलि व्रोः उप्धायां च उप्धायाम् इकः दीर्घः. उप्धायां दीर्घः च सूत्रं वदति यत् येषां धातूनां तत् उप्धायां रेफ वकार हल्परः अस्ति हल्परः अस्ति तत्र तत् यः इकः यः अस्ति तस्य दीर्घ आदेशः भवति. अस्मिन् उदाहरणे यत् कीर्त आसीत् कीर्त इकारस्य दीर्घ आदेशः भवति. उपधायां च इकारः उपधायां अस्ति तस्य दीर्घ आदेशः भवति. कीर्त भवति तथा न अपि भगिनी तत् पूर्वम् अस्माभिः पश्यतु ऋत् धातोः तत् हलि च तत् सूत्रेण तत्र दीर्घोत्तमं भवति एवं तथैव आसीत् वा? आम्, तत्र किं भवति इत्युक्ते तत्र वयं दिवादिगणे दृष्टवन्तः हलि च इति. तत्र तत्र निमित्तं भिन्नम् आसीत् महोदय, हलि परे इति. अपि च तत्र ऋकारान्तधातुः आसीत्, अत्र तु उपधाया आम् सत्यं सत्यम् आम् हरिपरे रेपान्तवकारान्तानां च उपधायां स्थितः इक् वर्णः दीर्घः. अत्र किम्? अत्र उपधायां रेपवकारौ हल्परौ, अत्रापि हल्परौ एव, परन्तु उपधायां रेपवकारौ. अत्र रेफान्तवकारान्तधातुः उब्धाया यः इकारः एक वर्णः अस्ति तस्य तदनन्तरं वकारः रेफः अस्ति तदा तत् उब्धायां तद् दीर्घवतं भवति. अत्र अस्मिन् सूत्रे अन्तिमवर्णः हल् वर्णः, उपधावर्णः रेपः वकारः वा अस्ति. अनन्तरं तस्मात् रेपात् वकारात् पूर्वं यदि इक् वर्णः अस्ति इति नियमत्रयं पूरणीयम्. अत्र तादृशम् अस्ति चेत् इक् वर्णस्य दीर्घादेशः भवति, अन्यत् किमपि निमित्तं न अपेक्षते इति अपि दत्तमस्ति अस्मिन्. अस्तु, अतः तादृशं. परन्तु हल् हली च यदा भवान् उक्तवान् हली परे रेफान्तवकारान्तरेफान्तधातुः हल् परे, हली परे इत्युक्ते अस्माकं प्रत्ययः हल्, अतः उपधायां स्थितस्य इक्वर्णस्य दीर्घत्वम् इति. तत्र झृ इति धातुः अस्ति, रूपं स्मरति वा महोदय? समीचीनं. घृतयुद्धातोः हली च, परन्तु तुदादिगणे हली च कार्यं करोति वा महोदय? तत्र न कार्यं करोति, तत्र न कार्यं करोति. समीचीनं. तत्र घृ इति धातुः घिरति इति एव रूपं भवति. तत्र हली परे नास्ति, अतः रेपान्तवकारान्तधातूनां उपधायां स्थितस्य इक्वर्णस्य दीर्घत्वं तत्र न भवति. हली परे नास्ति इति कृत्वा सूत्रस्य प्रसक्तिः नास्ति. समीचीनं. तत्र अतः तत्र उपधायाञ्च इति अष्टम अध्यायस्य द्वितीयपादसूत्रमस्ति, अतः एव तत्र महोदयः तत्र सत्वं नत्वं नुमागमः उपधा दीर्घः इति दत्तवान्. किमर्थम् इत्युक्ते अष्टमाध्यायस्य द्वितीयपादे एतानि सर्वाणि कार्याणि तत्र एव भवति. तत् नास्ति, बट् कार्याणि तत्र एव स्थापितवान् पाणिनिना, अतः एव तत्र किमर्थं तत्र सत्वं नत्वं नुमागमः इति अहं चिन्तितवती, परन्तु अत्र एव अस्ति सर्वाणि कार्याणि, अतः एव भवति. सत्यं भवति, तथैव तत् कारणात् एव अहम् अपि चिन्तयामि तथैव अस्ति अत्र. यद्यपि अत्र कोऽपि कार्यं न प्रदर्शितं, तदेव अहं किमर्थं तदस्ति अत्र इति दृष्टवती. अस्तु, अग्रे अपि पठतु महोदय. कूर्द् कूर्द् भवाधौ क्रीडति नृत्यति. कूर्द् कूर्द् उपदेश अनुनासिक तत् कूर्द् कस्य इति संज्ञा भवति अत्र? तत्र दकारोत्तरवर्ति अस्ति. आमामामामां कूर्द् कूर्द् कूर्द् भवति, तत् उपधायां च अत्र उकारस्य उकारोपरि हल् हल् हल् वर्णः अस्ति, तत् पूर्वं यः उकारः अस्ति तस्य दीर्घत्वं भवति उपधायां च. कूर्द् कूर्द् कूर्द् भवति, कूर्द् योग शप् योग ते कूर्द् ते, अत्र षकारपकारस्य संज्ञा भूत्वा लोप भूत्वा अकार अवशिष्यते. कूर्द् योग ते कूर्द् ते कूर्द् ते, तत्तु भवादिगणी धातु अस्ति भगिनि. आम् आम् आम्, उपादायाञ्च इत्यस्य उदाहरणार्थं प्रायः तत्र स्थापितवान् महोदयेन. तथैव खुर्द् खुर्द् गुर्द् गूर्द् तत् तथैव तावदेव कार्य प्रक्रिया भवति अत्र, या उपधायां या उकारः अस्ति अस्य दीर्घत्वं भवति उब्धायां च सूत्रेण तत्परे रेफा अस्ति रेफ अपि च हलवर्णः अस्ति तत्कारणात् तत् दीर्घत्वं भवति उब्धायां च सूत्रेण. समीचीनम्. अस्माकम् अष्टाध्यायी पुस्तके 133 तमे पुटे रोः दीर्घः इति यदा विच्छेदं कुर्मः चेत् रेपवकारयोः दीर्घः इति अस्ति तत्र प्राप्तवन्तः वा? क्षम्यताम्. तत्र अस्ति तत् व्रोरुपायाः दीर्घ इकः उपदायां च. आम्, हलि च उपदायां च इति सूत्रक्रमं सूत्रक्रमः तादृशमेव. तत्र रोः इति अनुवृत्तिः भवति सर्वत्र, अतः एव च इति दत्तमस्ति. हलि च उपदायां च इति च इति किमर्थम् इत्युक्ते रोः इति उपधा इत्यस्यापि अनुवृत्तिः, दीर्घः इकः रोः सर्व अनुवृत्तिः रूपेण सर्वत्र आगच्छति. सर्वत्र इति न, हलि च उपदायाञ्च इति सूत्रद्वये तस्य अनुवृत्तिः अस्ति. अतः एव च इति दत्तमस्ति. उपदायाञ्च प्रायः तस्मिन् सूत्रे दीर्घः इक् रोः इत्यस्य एव अनुवृत्तिः उपदायाम् इति सूत्रे एव अस्ति इति कृत्वा. हलि च इत्यस्य उपधा इति अनुवृत्तिः नास्ति. क्षम्यताम्. अस्ति किल? आमाम् अस्ति. क्षम्यताम्. वोः धातोः उपधायाः इकः हलि दीर्घः इति हलि च सूत्रस्य अनुवृत्तिः. उपधायाञ्च इति सूत्रस्य अनुवृत्तिः इदानीमेव वयं दृष्टवन्तः. धातोः रोः उपधायां च उपधायाम् इकः दीर्घः. प्रथमम् उपधायां च इति अस्मिन् सूत्रे एव अस्ति. द्वितीय उपधायाञ्च अनुवृत्तिरूपेण आगच्छति. रोः उपधाया दीर्घः इकः इत्यस्मात् सूत्रात् तद् आगच्छति. किमर्थं द्विवारम् इत्युक्ते उपधायां रेपवकारौ, तत्र एकः उपधायाम् इत्यस्य, द्वितीयम् इकः उपधायां स्थितस्य इकः दीर्घादेशः, अतः तत्र उपधायाम् इति द्वितीय उपधायाम् इत्यस्य प्रयोजनम्. अवगच्छति वा? आम् भगिनि. अस्तु, अतः तत्र अतः एव च इति दत्तवान् पाणिनिना. अनन्तरं हलि च इति सूत्रम् अपदान्ते एव तस्य कार्यं भवति. यदा पदान्ते अस्ति चेत् पदसंज्ञकः अस्ति वा पदान्ते अस्ति चेत् वोरुपदाया दीर्घः इकः इति सूत्रेण एव दीर्घादेशः विधीयते. तदेव भेदः. किमर्थं रोरुपदाया दीर्घः इकः इति एकं सूत्रं, हलि च इति अन्यत् सूत्रं. कार्यं तु समानं, परन्तु हलि च अपदान्तस्य विषये रोरुपदाया दीर्घः इति पदसंज्ञकः यत्र अस्ति तत्र तस्य कार्यं भवति इति काशिकायाम् अस्ति इति अपि दत्तम् अस्ति. अस्मिन् अष्टाध्यायी डाट् काम् मध्ये अपि अस्ति. महोदयः अपि वर्गे उक्तवान् तत्र काशिकायाम् अस्ति इति. अस्तु, समीचीनं. धन्यवादः महोदय. विजया भगिनी, न्यपादयः मितः. अस्तु भगिनि, न्यपादयः मितः. सामान्यतया अत उपधायाः सप्तम अध्याये द्वितीयपादे सदा षोडशाधिक एकशतम् इति सूत्रेण उपधायाम् अत् ह्रस्व अकारः अस्ति चेत् तस्य वृद्धिः भवति. अकारस्य स्थाने आकारः निति प्रत्यये परे, परन्तु एकः अन्तर्गणः भवति, अन्तर्गणः वर्तते यस्य नाम अस्ति मित्। चुरादिगणे षड् मित् धातवः सन्ति, तेषाम् उपादायाम् अत उपादायाः इति सूत्रेण अतः ह्रस्व अकारस्य वृद्धिः तु भवति, परन्तु पुनः मितं ह्रस्वः इति सूत्रेण उपादायां स्थितिः आकारः ह्रस्वः भवति पुनः। तत्र नपादयः मितः इति सूत्रं किं वदति चेत् अत उपादायाः इति सूत्रं ह्रस्व आकारः चेत् तत्र अकारस्य स्थाने आकारः भवति निति प्रत्यय परः अस्ति चेत्, परन्तु अन्तर्गणः वर्तते तत् नाम मिति इति। सुरादिगणे षड् मित् धातवः सन्ति, तेषाम् उपादायाम् अतः उपादायः इति सूत्रेण तत्र वृद्धिः तु भवति, परन्तु तत्र मित्तां ह्रस्वः इति सूत्रेण पुनः उपादायां स्थितिः आकारः ह्रस्वः अकारः एव भवति, न दीर्घः भवति तत्र। समीचीनं। आम् निश्चयेन। आम् न्यपादयः इति एकः अन्तर्गणस्य नाम अस्ति, अस्तु। न्यपादयः इति तस्मिन् गणे के धातवः सन्ति इति अग्रे दत्तमस्ति, तत् पश्यामः। तत्र मित् इति सर्व सामान्यतया वयं मित् इत्युक्ते मकारस्य इत्संज्ञा इति एव वदामः, परन्तु अस्मिन् सन्दर्भे पाणिनिना मित् इति एकं पारिभाषिकसंज्ञा दत्तवान्। तत्र मित् न्यपादयः मितः, मित् इत्युक्ते अन्तर्गणस्य नाम, अस्तु। अस्मिन् स्थले एव तस्य नाम अस्ति मित् इति। तत्र षट् मित् धातवः सन्ति, तदग्रे दत्तमस्ति, तत् पश्यामः। आम् अस्तु, भगिनी सूत्रं पठतु। मितां ह्रस्वः, मितां ह्रस्वः, एतत् सूत्रं तु षष्टमाध्याये चतुर्थपादे द्वादश सूत्रेण तत्र मितां ह्रस्वः इति विवरणम् अस्ति। मित् धातूनाम् उपादायाः स्वरः ह्रस्वः भवति निच् प्रत्यये परे। मित् कः? मित् कश्चन अन्तर्गणः। द्वादिगणे खटादयः उपगणः मित् अन्तर्गणे सन्ति, अपि च चुरादिगणे जपादयः षट् धातवः मित् अन्तर्गणे सन्ति। मितां षष्ट्यन्तं ह्रस्वः प्रथमान्तं द्विपदमिदं सूत्रम् ऊदु उपादायाः गोहः इत्यस्मात् उपादायाः इत्यस्य अनुवर्तिः दोषो नौ इत्यस्मात् नौ इत्यस्य अनुवर्तिः अङ्गस्य इत्यस्य अधिकारः अनुवर्तिसहितसूत्रं मितां अङ्गानाम् उपादायाः ह्रस्वः नौ। मितां ह्रस्वः तत्र किं वदति चेत् मित् धातूनाम् उपादायः स्वरः ह्रस्वः एव भवति निच् प्रत्यये परः अस्ति चेत्। मित् इति कश्चन अन्तर्गणः। भुवादिगणे घटादयः एतद् किम् अस्ति भगिनी? भुवादयः घटादयः इत्युक्ते किं? तत्र अपि भुवाद् यदा चुरादिगणे न्यपादयः मित्तः इति एकम् अन्तर्गणम् अस्ति किल, तादृशं भुवादिगणे अपि एकः अन्तर्गणः अस्ति, तस्य नाम अस्ति घटादयः इति। अन्तर्गणः इत्युक्ते सब् क्लासिफिकेशन् इति वदामः किल, भुवादिगणः इति मेन् क्लासिफिकेशन्, तस्मिन् सब् क्लासिफिकेशन् घटादयः अन्तर्गणः, गणस्य अन्ते अस्ति अतः अन्तर्गणः। तत्रापि मित् तत्रापि घटादयः इति एकः उपगणः अस्ति, तत्रापि मित् तादृशमित् धातवः तत्रापि सन्ति इति. चतुश्चत्वारिंशत् इति चिन्तयामि. आं भगिनि किल? चतुश्चत्वारिंशत् धातवः सन्ति तस्मिन् अन्तर्गणे. परन्तु चुरादिगणे नपादयः षड् धातवः सन्ति, मित् अन्तर्गणः भवति. मितां षष्ट्यन्तम् एतत् सर्वं मितां षष्ट्यन्तम् अनन्तरं ह्रस्वः इति प्रथमान्तं द्विपदमधुसूत्रम् ऊद् उपादाय गोः इत्यस्मात् उपादायः इत्यस्य अनुवर्तिः एव तत्र. दोषो नौ, नौ इत्युक्ते तत्र सप्तमी सूचयति. यदा मुनि इति पदम् इकारान्त प्रथमविभक्तिः सप्तमी विभक्तौ नौ इति मुनौ इति आगच्छति. एतदेव तत्र दोषो नौ इति इत्यस्मात् नौ इत्यस्य अनुवृत्तिः एव तत्र. अङ्गस्य इत्यस्य अधिकारः अनुवृत्तिसहितसूत्रं. मिताम् अङ्गानाम् उपादायः ह्रस्वः नौ, नौ इत्युक्ते तत्र सप्तमी एकवचनं सूचयति. निश्चित्यस्य सप्तमी. अग्रे अग्रे अपि पठतु. अत उपादायाः उपादायाम् अत वृद्धिः निति निति प्रत्यये परे. अतः षष्ट्यन्तम् उपादायाः षष्ट्यन्तं द्विपदमिदं सूत्रं. मृजे वृद्धिः इत्यस्मात् वृद्धिः इत्यस्य अनुवृत्तिः. अचो निति इत्यस्मात् निति इत्यस्य अनुवृत्तिः. अङ्गस्य इत्यस्य अधिकारः अनुवृत्तिसहितसूत्रम्. अङ्गस्य उपादायः अतः वृद्धिः निति. तत्र अत उपादायः किं सूचयति चेत् तत्र निति निति प्रत्यय परः अस्ति चेत् उपादायम् अतः वृद्धिः एव भवति तत्र. तत्र एतदेव भगिनि मृदोर् मृजोर्वृद्धिः इत्यस्मात् वृद्धिः इत्यस्य अनुवृत्तिः. तत्र अनु वृद्धिः वृद्धिस्य वृद्धिः कारणं निति इत्यस्य अनुवृत्तिः. अङ्गस्य इति अधिकारः तावदेव तत्र अस्ति भगिनि. समीचीनं. तत्र यत्र यत्र यत्र यत्र मितां ह्रस्वः कार्यं करोति सर्वत्र अत उपादायः इत्यस्य अपि कार्यम् अस्ति वा भगिनि? मितां ह्रस्वः यत्र यत्र कार्यं करोति तत्र सर्वत्र अत उपादायः इत्यस्य अपि कार्यम् अस्ति वा? निमित्तं किं मितां ह्रस्वः अत उपादायः सूत्रद्वयस्य निमित्तं किम्? मितां ह्रस्वस्य निमित्तं तु नीच् परे अस्ति चेत् तत्र कार्यं करोति. अत्र उपादायः अपि निमित्तं नीच् एव अस्ति तत्र. अतः सर्वत्र कार्यं करोति वा? करोति एव. भिन्न किमपि भिन्नता नास्ति वा मितां ह्रस्वः अत उपादायः द्वयोः सूत्रयोः मध्ये? समानस्थले एव कार्यं करोति वा? पुनः पश्यतु एकवारम्. अत उपादायाः निमित्तं तत्र निच् अस्ति. उपादायं केवलं निच् वा? अनन्तरम् उपादा दीर्घः भवति परन्तु तत्र ह्रस्वः एव कार्यं करोति अत उपादायः. परन्तु तत्र मितां ह्रस्वः इति तत्र ह्रस्व भवती तु कार्यं वदति, अहं निमित्तं पृच्छामि. निमित्तं समानानि वा इति? तत्रापि परः अस्ति चेत् एव कार्यं करोति अत उपादायः इति सूत्रेण. अनन्तरं मितां ह्रस्वः अस्ति तत्रापि निमित्तं निच् एव. समीचीनं. निच् एव अत उपादायः निच् एव वा? अन्ये किं वदति? अतः भिन्नता अस्ति किल तत्र? द्वे सन्ति, द्वेषः. अतः निमित्तस्य भेदः तु अस्ति एव किल? तदपि वयं तदपि परिशीलनीयम्. अतः यत्र यत्र इदानीम् अहं पुनः पृच्छामि, यत्र यत्र मितां ह्रस्वः कार्यं करोति सर्वत्र अत उपादायः क्षम्यतां भिन्नरीत्या पृच्छामि, यत्र यत्र अत उपादायः कार्यं करोति सर्वत्र मितां ह्रस्वः कार्यं करोति वा? न न किमर्थम्? वदतु विजया भगिनी. किमर्थं चेत् तत्र निमित्तम् अत उपादायाः निति निति इति प्रत्ययपरः अस्ति, परन्तु मितां रत्वः तु तत्र निचि एव प्रत्ययपरः. समीचीनम्, उत्तमम्. अतः अत उपादायः इत्यस्य कार्यक्षेत्रम् इति वदामः किल, तत्तु बृहत् अस्ति, बृहत् कार्यक्षेत्रमस्ति. तत्र मितां ह्रस्वः एकं सब्सेट् अस्ति. तत्र निच् परे अस्ति चेदेव मितां ह्रस्वः इत्यस्य कार्यम्. अत उपादायः तु नित् वा नित् वा यत्र यत्र कुत्रापि भवति तत्र तस्य कार्यम् अवश्यं भवति. तद् सर्वदा स्मर्तव्यमेव. यदा तादृश तुलना वयं कुर्मः तत्र सूत्रस्य अवगमनार्थं तादृशतुलना बहु आवश्यकम् अस्ति. यदा बलाबलचिन्तनं यत्किमपि करणीयं चेत् सूत्रस्य निमित्तम् अनन्तरमेव कार्यं. समीचीनम्. अग्रे अपि समापयतु भगिनी. तत्र निप् ञप् किं भवति? तत्र मित् धातूनां कृते एव कार्यं करोति, अन्यदपि कार्यं करोति. आं समीचीनम्. आम् आं महोदय, आं तदेव. तस्य कार्यक्षेत्रं बहु बृहत् अस्ति. मितां ह्रस्वः किञ्चित् सब्सेट् एव, लघु एव तस्य कार्यक्षेत्रम्. अस्माकं चतुर्चत्वारिंशत् धातवः, घटादयः, अनन्तरं न्यपादयः, अनन्तरं तत्र अन्यत् किमपि एकं गणं वयं दृष्टवन्तः किल, तत्र अर्धधातुकप्रकरणे. तद् सर्वमेव मितां ह्रस्वः इति सूत्रेण तस्य कार्यं बहु लघु लघुक्षेत्रमेव तस्य. अत उपादायः इत्यस्य क्षेत्रं तु बृहत् अस्ति. यत्र यत्र कुत्रापि उपादायम् अतः अस्ति निति निति प्रत्यये परे तस्य वृत्तिः भवति. आं समीचीनं भगिनि. भगिनि पुनः वदतु, अत उपादायां सूत्रं निति निति निति प्रत्यये परे वृद्धि भवति, तदनन्तरं मितां ह्रस्वः कार्यं करोति. मितां ह्रस्वः अपि अन्तर्गण मित् अन्तर्गणधातु धातोः एव कार्यं करोति. समीचीनम्. अनन्तरं तस्य निमित्तं मिच् प्रत्यये परे एव, मित् प्रत्यये परे तस्य कार्यं न भवति. ओ नित् प्रत्यये परे एव किल. अतः तस्य कार्यक्षेत्रं लघु अस्ति. अत उपादायः इत्यस्य कार्यक्षेत्रं बृहत् अस्ति. अवगच्छति वा भगिनि? आं भगिनि. समीचीनम्, उत्तमं. पठामि. आं भगिनि. ञप् योगः निच् इत्युक्ते ञप, तत्र निच् मालन्त्यं तस्य लोपः इति एतत् इत् भवति, इ एव तत्र तिष्ठति. अतः ञप् योगः नप् ञप् योगः इ इत्युक्ते तत्र अत उपादायाः इत्यनेन उपादायाम् अतः वृद्धिः निचि प्रत्यये परे ज्ञापि इति भवति. मितां ह्रस्वः इति सूत्रं तत्र कार्यं करोति. अतः स्वरः निचि प्रत्यये परे अस्ति, तत्र ह्रस्वः भवति. ज्ञापि इति ञपि इति भवति, ञपि इति धातुः भवति. ञपि योगः शप् तत्र अकारः एव तिष्ठति. ज्ञपय इति भव अङ्गं भवति. अनन्तरं ज्ञपय योगः ति तत्र आत्मनेपदी परस्मैपदी तत्र उभयपदी ज्ञपयति ज्ञपयति इति द्वे रूपं तत्र स्तः. एतदपि षट् धातवः अग्रे अस्ति. तत्र ज्ञप यम चः रः बल नित् इति क्षीया इति किल. आं भगिनि, पूरयतु भगिनि तत्र. अस्तु भगिनि. ज्ञप ज्ञान ज्ञापन मारण तोषणे सूचयति, जयति, मारयति, प्रसन्नः प्रसन्नः भवति, एतत् सर्वं तत्र पर्यायपदमस्ति. तत्र अर्थः किल भगिनि, तस्य अर्थः भगिनि एकमेव उत्तरं, तत्र अन्यपदमेव तत्र पर्यायपदमेव खलु भगिनि. अस्तु वदतु. सा कुत्र कुत्र मारयति स्थापितं, तत्र स्थापितमेव. जयति अपि भिन्नरूपेण तत्र सूचयति. अस्तु भगिनि, तत्र यमपरिवेषणे इति नियम नियमयति, नियन्त्रणं करोति. तत्र छः परिकल्पने वञ्चयति वा वञ्चयति वञ्चयति वञ्चयति अरः त्यागे तत्र त्यजति, जहाति बल प्राणने जीवति, पोषणं करोति, छिन् चयने सङ्ग्रहणं करोति. भिन्नभिन्न अर्थेषु आगच्छति किल. आम् भगिनि, षट् धातवः एव तत्र. पठतु भगिनि, अग्रे पठामि वा. आम् ज्ञप इत्युक्ते ज्ञप् योगः इ ज्ञापि इति भवति तत्र असौ उपधायाम् इति सूत्रेण, परन्तु ज्ञपि इति अनन्तरं मिता ह्रस्वः इति सूत्रेण ज्ञपि इति भवति, ज्ञपय इति अङ्गं भवति, ज्ञपयति ज्ञपयते. तादृशमेव तत्र यम यम धातोः योगः युकारः, याम इति भवति, यमि इति भवति, अनन्तरं यमह्य इति अङ्गं भवति, यमयति यमयते. छक् इति धातु अस्ति, छक् योगः इ इका इ, अनन्तरं चाहि इति भवति, अनन्तरं मितं रत्वः इति सूत्रेण चहि भवति, चहय इति अङ्गं, चहयति चहयति इति. अनन्तरं रख् धातोः इकारः राहि इति भवति, रहि इति अनन्तरं मितं रत्वः इति, अनन्तरं रहय इति अङ्गं भवति, रहयति रहयति. अनन्तरं बल् बल् योगः इ बालि, अनन्तरं बलि इति भवति, बलय अङ्गं, बलयति बलयति. अनन्तरं चिञ्ज चि योगः, तत्र ञकारस्य हलन्त्यं तस्य लोपः इति सूत्रेण तत्र इत् भवति, चि एव तिष्ठति. अनन्तरं इ तिष्ठति निचि इति पदेन. अनन्तरम् अचो निति इति सूत्रेण तत्र दीर्घ छयि इति भवति, तत्र पुगन्धलघुपदस्य इति सूत्रेण कार्यं करोति वा. अनन्तरं सार्वधातुको आर्धधातुकयोः तत्र वृद्धिः भवति वा भगिनि? न न, अचो निति इत्यनेन एव वृद्धिः, अचः अङ्गस्य वृद्धिः. तत्र चि इति चै इति भवति, अनन्तरं चै योगि चापि चायि इति भवति, चायि तत्र मितं रत्वः इति सूत्रं चै एव भवति, चै इत्युक्ते चयय इति भवति अङ्गम्, अनन्तरं चययति चययति इति निच्छरूपं निष्पन्नं तत्र आत्मनेपदी रूपेण. समीचीनं समीचीनं. अतः अचोनिति इत्यस्य कार्यमपि अस्ति अत्र. अत्र वयं पूर्वं दृष्टवन्तः प्रायः सार्वधातुकार्धधातुकयोः अचोनिति इत्यनयोः बलाबलचिन्तनं बलाबलम् अस्ति इति सूत्रसङ्ख्या स्मृतवती. 7215 अचो अचोनिति अजन्तधातोः विषये चिरादिगणे अजन्त अङ्गस्य अन्त्यवर्णस्य वृद्धिः भवति नितिनिति परे. अत्र दृष्टवन्तः. सार्वधातुकार्धधातुकयोः सूत्रसङ्ख्या वदतु भगिनि. 7384 अस्तु. परसूत्रम् अस्ति चेत् सार्वधातुकार्धधातुकयोः इत्यस्य एव बलम् अधिकं भवति, परन्तु अत्र अचोनिति सार्वधातुकार्धधातुकयोः समानसमये समानस्थले कार्यं करोति. अचोनिति इत्यस्य अन्यत्र लब्धावकाशः नास्ति. सार्वधातुकार्धधातुकयोः सार्वधातुकप्रत्यये परे अपि अर्धधातुकप्रत्यये परे अपि तस्य कार्यं भवति. अतः अपवादः अचोनिति सार्वधातुकार्धधातुकयोः इति सूत्रस्य. समीचीनं वा? आं भगिनि. तद् पूर्वं कुत्रापि दृष्टवन्तः. अस्मिन् प्रायः आर्धधातुक प्रक्रिया तस्मिन् करपत्रे अस्ति इति चिन्तयामि. तत्र कुत्रापि अस्ति एतद् चिन्तनमपि पश्यामि. अस्तु अस्तु. श्रीवल्ली भगिनी भवती एव पठतु भगिनि पदव्यवस्था. आं पदव्यवस्था. सामान्यतया चुरादिगणे धातवः उभयपदिनः सन्ति. निश्चश्च शेषात् कर्तरि परस्मैपदम् इति सूत्रद्वयेन. परन्तु अपवादभूत अन्तर्गणद्वयं वर्तते यत्र धातवः आत्मनेपदिनः सन्ति. सामान्यतः चुरादिगणे धातवः उभयपदिनः सन्ति. निश्चश्च इति सूत्रेण शेषात् कर्तरि परस्मैपदम् इति सूत्रद्वयेन. परन्तु चुरादौ अपवादभूत अन्तर्गणद्वयं वर्तते यत्र धातवः आत्मनेपदिनः सन्ति. केवलम् आत्मनेपदिनः नित्य आत्मनेपदिनः सन्ति. द्वयोः अन्तर्गणद्वयं वर्तते. प्रथम अन्तर्गणम् आकुस्मादान् आत्मनेपदिनः. आकुस्मीयाः अन्तर्गणे नवत्रिंशत् नित्य आत्मनेपदिनः धातवः सन्ति. येषु प्रायः न कोऽपि धातुः प्रसिद्धः लोके. नवत्रिंशत् धातवः कोऽपि धातुः प्रसिद्धलोके. यु इति धातुः यावयते निन्दां करोति इति अर्थे. चित् इति धातुः चेतयते चिन्तनं करोति. गन्ध् इति धातुः गन्धयते दुःखं प्रापयति मारयति. कुस्म इति धातुः कुस्मयते आयोग्यरूपेण कुत्सितरूपेण हसति इति अर्थेन. नित्यम् अयोग्यरूपेण हसति इत्युक्ते कुत्स्यति कुत्स्यते कुस्म्यते इति प्रायः यदा वयं काव्यं किमपि पठामः चेत् प्रायः तत्र एतत् रूपं तत्र प्राप्यते. तस्य पदमस्ति कुत्सित इति अस्ति. कुत्सित कुत्सित इति आम् अस्ति. आम् अस्ति. परन्तु अत्र अर्थः कुत्सितरूपेण हसति इति अर्थः. हसति हसति योग्यरूपेण नास्ति अयोग्यरूपेण हसन. स्मयति इति रूपं तु अस्ति एव. स्मैलिङ्ग् इति स्मयति. इदानीं कुस्मयते इति कुत्सति कुस्मयते. कु इति नेगेटिव् प्रायः भवान् आम् प्रायः भवान् भाषावर्गे अस्य प्रयोगं कर्तुं शक्नुमः. प्रादेशिकभाषायां कु अस्ति खलु कु इति नेगेटिव्. आम् आम् कु आम् अग्रे अपि पठतु भगिनि. आगर्वादात्मनेपदिनः दश अदन्तवर्गीयाः नित्य आत्मनेपदिनः धातवः. इमे धातवः अदन्ताः नाम तस्मिन् समूहे सन्ति यस्मिन् धातोः अन्ते अननुनासिक अत् अहं दृष्टयामि. अतो लोपः इति अनेन अतः लोपः. अतः परस्मिन् पूर्वविधौ इति परिभाषया पूर्वविधिः न भवति. यस्मात् अत उपादायः पुगन्तलकूपदस्य च इति अनयोः अवकाशः न भवति. अदन्तदातवः परन्तु अन्त्य आकारः अनुनासिकः नास्ति चेत् अतोलोपः इति सूत्रेण वृद्धिः अत उपादायाः सूत्रेण वृत्तिः न भवति, पुगन्तलघुपदस्य च इति सूत्रेण गुणः न भवति, उपधायां च इतः स्थाने गुणः न भवति. पद गतौ अर्थे पद इति धातुः, गतौ इति अर्थे पद् योगः पदयते इति रूपं, सादृशं कुह विस्मापने कुह् कुहयते विस्मापने इति अर्थः किं भगिनि? विस्मापने इत्यस्य अर्थः पश्यामि. अस्तु भगिनि. मृग अन्वेषणे मृगयते, गुहा ग्रहणे इति अर्थ्यते गृहयते, वीर विक्रान्त. क्षम्यतां भगिनि, कुह् इत्युक्ते क्षम्यतां, टु शो मिराकल्. हा हा, विस्मापने, विस्मय, ओके विस्मयं विस्मापने, ओके अस्तु. कुहयते वीर विक्रान्तौ, वीरयते इति रूपं भवति, शूर विक्रान्तौ शूरयते, स्थूल परिब्रह्मणे इति स्थूलयते, स्थूलयते फ्याट् परिब्रह्मणे स्थूलम् इत्युक्ते तदेव स्थूलं ग्रास् मेबि परिब्रह्मणे स्थूलयते. सत्र सन्तानक्रियायां सत्रयते, अर्थ याचने अर्थयते, गर्वमाने गर्वयते, गर्वयते गर्वं तदेव प्रैड् गर्वयति माने न मानं मानं. स्थूलम् अत्र नास्ति, प्रायः तस्य उपदेश अवस्थायां भिन्नधातुः अस्ति इति चिन्तयामि. किमर्थम् इत्युक्ते अत्र न आगच्छति, प्रायः पश्यामि भगिनि. द्वयोः गणयोः अपि दातवः नित्य आत्मनेपदिनः, भेदः अयम् यत् आकुस्मादात्मनेपदि धातुषु यत्र यत्र उपधायां लघु इक् वा लघु अकारः अस्ति तत्र तत्र यथा सामान्यं गुणः वृद्धिः वा भवति एव. किन्तु आगर्वादात्मनेपदिनः यतः अदन्तदातवः, अतः तत्र उपधायां लघु इक् वा लघु अकारः अस्ति चेदपि अतः परस्मिन् पूर्वविधौ इत्यनेन गुणः वृद्धिः च न भवतः. भेदः अस्ति द्वयोः गणयोः मध्ये, आकुस्मीयाः इति गणे दातवः विषये गुणः वृद्धिः गुणः वा वृद्धिः भवति, परन्तु आगर्वादात्मनेपदिनः आगर्वा इति गणे वृद्धिः गुणः न भवतः. किन्तु अकारान्त अकारान्तदातुः अजन्तदातुः द्वयोः अपि यदा भवती पश्यति चेत् तत्र चित् इति धातुः अस्ति आकुस्मादत्पनेपदिनः इति यस्मिन् अन्तर्गणे, तत्र गुणः भवति चेतयति रूपमागतं, परन्तु अत्र पद अत्र किम् अस्ति कुह् धातुः तत्र उपधायाम् उकारः, तत्र तु गुणः न भवति. ये धातवः आकुस्मादात्मनेपदिनः अपि आगर्वादात्मनेपदिनः अपि न सन्ति ते सर्वे निश्चश्च इति सूत्रेण उभयपदिनः एव, यथा चोरयति चोरयते इत्यादीनि रूपाणि. सर्वत्र उभयपदि एव भवति, समीचीनम्. आकुस्माद् आत्मनेपदिनः इति आगर्वादात्मनेपदिनः इति अपवादगणः, तदपि स्मर्तव्यम्, एतदपि स्मर्तव्यं. यत्र आगर्वादात्मनेपदिनः इत्यत्र अतोलोपः इत्यनेन अतः लोपः अनन्तरम् अस्माकम् अचः परस्मिन् पूर्ववृद्धौ इति कारणेन गुणवृद्धिः अवकाशः तत्र न भवति इति समीचीनम् उत्तमम् अस्तु तद्पति परन्तु तत्र उभयपदिनः इति दत्तं खलु निचः इति सूत्रं कृत्वा तत्र उभयपदिनः इति भवति वा न यत्र अस्मिन् आकुस्माद् आत्मनेपदिनः नित्य आत्मनेपदिनः एव ये दातवः आकुस्माद् आत्मनेपदिनः इत्यस्मिन् गणे नास्ति ते उभयपदिनः चुर् इति धातुः आकुस्मादीयः नास्ति आकुस्मीयः नास्ति अतः तत्र उभयपदी भवति अस्मिन् गणे अस्ति चेत् आकुस्माद् इति अस्मिन् गणे अस्ति चेत् तद् नित्यम् आत्मनेपदिनः एव भवति स्वरितनितः कर्तृभिप्राये क्रियाफले इति उभयपदिन आत्मनेपदी अस्ति निचश्च इति अपि आत्मनेपदी भवति समीचीनं साधारणतया चुरादिगणीयदातवः चेत् उभयपदी भवति परन्तु अपवादभूतरूपेण अन्तर्गणद्वयं ये यत्र नित्यम् आत्मनेपदिनः एव अस्तु आं महोदय भगिनी तत्र आकस्मात् आत्मनेपदिनः उदाहरणं तत्र मनसि तत्र एव अस्ति किल भगिनि यू यावयते चित् चेतयते कुस्मयते तदेव उदाहरणं भगिनि वैकल्पिकाः निजन्तदातवः तत्र नवचत्वारिंशदधिक एकशतं दातवः सन्ति इमे दातवः वैकल्पिकाः निजन्तदातवः वैकल्पिकेन अस्तु यथा अतः धातुः योग णिच् योग शप् वा धातु योगः केवलं शप् अत्र ओके भवादीवगणे अस्तु यथा युज् इति धातुः अस्ति तत्र तत्र वैकल्पिकमस्ति युज् योग णिच् योग शप् योजयति इति रूपं भवति अथवा योजयते इदानीं णिच् नास्ति चेत् योजति इति भवति वैकल्पिकमस्ति यदा कदापि कर्तरि सार्वधातुके परे विशिष्टविकरणप्रत्ययः नोक्तः यदा कदापि कर्तरि सार्वधातुके परे विशिष्टविकरणप्रत्ययः नोक्तः तदा शप् इति विकरणप्रत्ययः भवति एव शप् तु सामान्यम् एते वैकल्पिकाः निजन्तदातवः पाणिनिना भ्वादिगणस्य धातुपाठे नोक्ताः किञ्च मातृभिः उच्यते यत् भवादिगणे भवन्तु यतोहि येषां कृते किमपि विशिष्टविधायकसूत्रं नापेक्षितं यथा भवादिगणे कर्तरि शप् इत्यनेन शप् विहितः तथैव अत्रापि न कोऽपि भेदः अपरेषु स्थलेषु अस्माभिः दृष्टं यत् कश्चन धातुः कस्मिंश्चित् धातुगणे नास्ति चेदपि तस्य गणस्य विकरणतथ्ये विधीयते विशिष्टसूत्रेण एकनिमिषं भगिनि अत्र तथा किमपि नास्ति भुवादिवत् कर्तरि शप् इत्यनेन कार्यं सिद्ध्यति अतः इमे भुवादिगणीय भवन्तु इति मात्रणां मतम् अस्तु अत्र वैकल्पिकमस्ति कर्तरि सार्वधातुके विशिष्टविकरणप्रत्यये नोक्तं यत्र न उक्तं तदा शप् इति विकरणप्रत्ययः भवति यथा वयं दृष्टवन्तः कृत्प्रत्ययेषु वयं दृष्टवन्तः शत्रुप्रत्यये तत्र शप् इति विकल्पत्यः आगच्छति खलु तदेव वा यदा कदापि इत्युक्ते कर्तरि सार्वधातुके प्रत्यये परे कर्तरि इति अस्माकं विवक्षा अस्ति चेत् सर्वत्र कर्तरि शप् एव आगच्छति सामान्य दशगणेषु भिन्नभिन्न अस्ति प्रबाद्य परन्तु कोऽपि बाधकसूत्रं नास्ति चेत् शप् इति एव भवति समीचीनं तदेव शप् तु सामान्यम् एते वैकल्पिकाः निजन्तदातवः भ्वादिगणे तत्र अस्य स्थानं नास्ति, परन्तु अत्र दत्तम् चुरादिगणे स्थापितमस्ति, परन्तु मात्र माता पुष्पादीक्षितायाः मतमस्ति भ्वादिगणे अपि भवति चेदपि किमपि क्लेशः नास्ति, अतः यत् इमे भ्वादिगणे भवन्तु इति तेषां मतम् अस्ति. समीचीनं, तत्रापि भवितुम् अत्र तथा किमपि नास्ति, भवादिवत् कर्तरी शब् इत्यनेन अपि कार्यं सिद्ध्यति. समीचीनं, अग्रे अपि पठतु महोदय. तत्र कर्तरी प्रथमवाक्यम् अनुवृत्ति धातुतः शप्रत्ययः भवति कर्तृत्वके सार्वधातुके प्रत्यये परे. इदानीम् अनुवृत्तिसहितसूत्रमस्ति, धातोः शप्रत्ययः परश्च कर्तरि सार्वधातुके, सार्वधातुके कर्तरि सार्वधातुके प्रत्यये परे शप्रत्ययः विहितः धातोः. अग्रे, इमे वैकल्पिकाः निश्चितदातवः पञ्चसु विभागेषु विभक्ताः सन्ति, अकुस्मीयः, आस्वादीयः, अदृशीयः, युजादयः च, निजन्ताश्च चुरादयः, इदितः, उदितः च, एते अन्तर्गणाः सन्ति. एकैकस्य लक्षणं भिन्नं, यथा आस्वादीय अन्तर्गणे यत्र धातुः सकर्मकः तत्र णिच् भवति, यत्र धातुः अकर्मकः तत्र णिच् न भवति. चुरादिगणे धातुः उदित् चेत् इत्संज्ञकः उकारस्य अन्यत् फलं नास्ति, उदित् चेत् इत्संज्ञक उकारस्य अन्यत् फलं नास्ति चेत् णिच् वैकल्पिकम् इति सूचयति. येषु पञ्चसु सर्वत्र णिच् अभावे धातुः परस्मै एव भवति. अस्तु, यत्र वैकल्पिक अत्र वैकल्पिकनिजं दातवः पञ्चसु विभागेषु विभक्ताः सन्ति. एकं तु आकुस्मि वयम् आस्वादीय, आदृशीय, युजादयः, अपि च निजन्ताः चुरादयः, इदितः, उदितः इति एते अन्तर्गणाः सन्ति. एकैकस्य लक्षणं भिन्नं, यथा आस्वादीय अन्तर्गणे यत्र धातुः सकर्मकः यत्र आस्वादीयगणे अन्तर्गणे सकर्मकः अस्ति चेत् णिच् भवति, अकर्मकः अस्ति चेत् णिच् न भवति. चुरादिगणे धातुः उदित् चेत् इत्संज्ञक उकारस्य अन्यत् फलं नास्ति, उदित् चेत् इत्संज्ञक उकारस्य उदित् अस्ति चेत् अन्यफलं नास्ति चेत् एव णिच् वैकल्पिकम्. अन्यफलम् अस्ति चेत् भवति वा तर्हि? अन्यत् फलं नास्ति चेत् इत्युक्ते स्वार्थे, स्वार्थे अस्ति चेत् णिच् वैकल्पिकं भवति, प्रेरणार्थे अस्ति चेत् प्रायः तत्र वैकल्पिकरूपं नास्ति. वैकल्पिक अस्तु, अत्र पञ्चसु णिच् अभावे धातुः परस्मैपदि एव. अस्तु, परस्मैपदी एव, यत्र णिच् नास्ति परस्मैपदी एव, णिच् अभावे वैकल्पिक अस्ति खलु, योजति इति, यदा णिच् अभावे योजति. अग्रे अपि पठतु महोदय. एकवारं कुत्र अकुस्मीयाः दातवः द्विविधाः अकुस्मीय आत्मनेपदिनः, केचन नित्यनिजन्ताः, अन्ये वा निजन्ताः अपि. ये वा निजन्ताः वैकल्पिकनिजन्ताः सन्ति ते णिच् अभावे शेषात् कर्तरि परस्मैपदमित्येन परस्मैपदिनः एव. अस्तु, किमर्थं तत्र परस्मैपदी इति अस्ति इति दत्तमस्ति शेषात् कर्तरि इति सूत्रेण. णिच् ये निजन्ता निजन्ताः न सन्ति तत्र, यत्र निजन् णिच् नास्ति तत्र शेषात् कर्तरि परस्मैपदी इति सूत्रेण परस्मैपदी ये प्रत्ययाः तत्र विहितः अस्ति. समीचीनं, तत्र यदा भवान् उक्तवान् योजति इति रूपम् आगच्छति, तत्र निजन्तचुरादयः इत्युक्ते चुरादिगणे यत् निज णिच् विधीयते अन्यत्रापि प्रेरणार्थे अपि विधीयते किल, अतः एव तत्र निजन्तचुरादयः इति दत्तमस्ति, इदितः उदितः. समीचीनं. एतत्तु अस्तु, एकः एव परिच्छेदः, तत् पठित्वा समापयामः. अरुणा भगिनी पठति वा परिसमाप्तिः? आं भगिनि, परिसमाप्तिः. चत्वारः धातुगुणाः सन्ति यत्र अङ्गम् अदन्तं भवति. ते भवादिगणः, दिवादिगणः, तदादिगणः, चुरादिगणः च. येषां गणानां कृते अधुना सार्वधातुकलकाराणां पाठः परिसमाप्तः. आहत्य येषु चतुर्षु गणेषु 1704 धातवः सन्ति, धातुः सामान्यो वा विशेषो वा, तेषां सर्वेषां धातूनां कृते लट् लोट् लङ् विधिलिङ् च तिङ्गन्तरूपाणि अस्माभिः ज्ञातानि. पाणिनीयधातुपाठे आहत्य इत्येषां सार्वधातुकलकारः रूपाणि अस्माभिः अवलोकितानि. किञ्चित् पुरस्मरणं क्रियते चेत् ज्ञास्यते यत् बहु किमपि व्यावहारिकं ज्ञानं सम्पादितम्. अवशिष्टः केवलं 239 दातवः सन्ति. येषाम् अङ्गाम् अदन्तं नास्ति, सम्प्रति तेषां सार्वधातुकलकारः रूपाणि परिशीलयिष्यामः. अत्र आहत्य चत्वारः धातुगणाः वयं पठामः. अत्र अङ्गम् अदन्तम् अङ्गं भवति, भुवादिगणे, दिवादिगणे, तुदादिगणे, चुरादिगणे च. अत्र वयं सार्वधातुकलकाररूपाणि परिशीलनं कृतवन्तः. अत्र चतुर्षु गणेषु 1704 धातवः सन्ति, ते धातुः सामान्य विशेषरूपाणि अपि वयं कृतवन्तः. पाणिनिधातुपाठे आहत्य टोटल् 1940 धातवः सन्ति, अतः एतावता 1940 इत्येषु 1704 धातवः सार्वधातुकलकारः रूपाणि अस्माभिः पठितवन्तः. किञ्चित् पुरस्मरणार्थं क्रियेत् पुनः वयं अवशिष्टः केवलं 239 दातवः इति, वयम् अङ्गम् अदन्तं नास्ति चेत् रूपाणि परिशीलयिष्यामः. समीचीनं. ततः अतः अहं मेक्सिमम् दातवः इदानीं पर्यन्तं दृष्टवन्तः, अवशिष्टदातवः अनदन्त अङ्गविषये पश्यामः. अस्तु, अतः यद् अहं यत् डाक्युमेण्ट् यद् अहं प्रेषितवती पूर्वं, तद् कृपया पूरयन्तु. वयम् अग्रिमसप्ताहे स्वादिगणः, क्षम्यताम्, अनदन्त अङ्गमेव प्रथमम् आगच्छति, तस्य रूपसाधनं प्रथमम् आगच्छति, अनन्तरं स्वादिगणः इत्यस्य पाठः आरप्स्यते. प्रश्नः अस्ति चेत् तस्मिन् डाक्युमेण्ट् मध्ये कृपया ईमेल् द्वारा प्रेषयतु, अहं पश्यामि. परन्तु यदा यदा भवन्तः योजयन्ति चेदेव मनसि तद् सूत्राणि भवति अथवा विस्मरणं भवति. एतद् मुख्यसूत्राणि एतावता यत् अस्ति तत् सर्वं सर्वाणि सूत्राणि मुख्यसूत्राणि एव. एतदेव पुनः पुनः आगच्छति अग्रिम अनदन्ताङ्गे अपि. अस्तु वा, समापयामः अद्य. धन्यवादः.